ब्रह्म गुरुविष्णुगुरुदेव महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतमस्ति न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र अवधिः इति तत्र निखिलावधिकत्वं नियतावधिकत्वम् इति विषयः तत्र वयं पृथक्त्वम् अपि भेदः तस्मिन् विषये बहु किमपि चिन्तितवन्तः तत्र पृथक्त्वस्य नियतावधिकत्वम् अस्ति किन्तु निखिलावधिकत्वं नास्ति यतोहि तत्र घटपृथक्त्वे तत्र घटपृथक्त्वस्य अवधिसमुदायः असङ्ख्या अस्ति नाम अवधिसमुदाये तत्र असङ्ख्याः सदस्याः सन्ति नाम तत्र पुस्तकमस्ति वृक्षः अस्ति अन्यः घटः अस्ति जनाः सन्ति तर्हि गुणः अस्ति रूपम् अस्ति बहु किमपि तत्र अस्ति किन्तु तत्र निखिलावधिकत्वं नास्ति यतोहि तत्र घटः अपि नास्ति घटस्य अवयवाः अपि तत्र न सन्ति अतः तत्र निखिलावधिकत्वं नास्ति किन्तु घटपृथक्त्वे तत्र अनेकविध अवधिकत्वं वर्तते घटपृथक्त्वे इति वयं पठितवन्तः इदानीं तत्र भेदस्थले नियतावधिकत्वम् अस्ति किन्तु निखिलावधिकत्वं नास्ति अस्ति इति तत्र तस्मिन् विषये वयं पठितवन्तः तर्हि तत्र इदानीम् अग्रे पठामः तर्हि तत्र तर्हि तत्र तत्र वेदस्य विषये अपि नास्ति इति चिन्तयामि महोदय क्षम्यतां तत्र एकं वाक्यमस्ति तत्र निखिलाधिकत्वं कुत्रापि नास्ति इति उत्तमं महोदय उत्तमं तर्हि तर्हि तत्र महोदय भवान् एव तर्हि आरम्भं करोतु तर्हि इति अत्र अतः तर्हि बोध्यं यत् इति तर्हि बोध्यं यत् प्रतियोगिनं घटं विहाय घटभेदः सर्वत्र अस्ति इत्यस्य अर्थः नास्ति यत् घटभेदस्य निखिल अवधिकत्वम् अस्ति घटभेदस्य अवधिकः पटः घटात् भिन्नः इति प्रतीतौ घटभेदः कुत्र पटे तस्यां च प्रतीतौ अवधिकः पटः घटात् भिन्नः किल अत्र घटः एव अवधिः अतः घटभेदस्य अवधिः घट एव घटभेदः घटं विहाय सर्वत्र भवति किन्तु यत्र यत्र घटभेदः भवति पटे मठे वृक्षे तत्र सर्वत्र तस्य घटभेदस्य अवधिः भवति घटः एव घटात् भिन्नः इति सर्वस्यां घटभेदविषयकः प्रतीतौ श्रूयते किल बहु पूर्वञ्च अस्माभिः उक्तं यत् भेदविषये अवधिः प्रतियोगिनं प्रतियोगी एव अधुना सिद्धं सत्यमपि तत् सत्यमपि अतः वस्तुतः घटभेदः निखिलावधिकः अपि नास्ति अनेकावधिकः अपि नास्ति घटभेदः एकावधिकः एव घटभेदस्य एक एव अवधिः घट एव यद्यपि घटभेदः बहुत्र अस्ति घटं विहाय सर्वत्र किन्तु तत्र सर्वत्र घटभेदस्य अवधिः घट एव अतः घटभेदः एकावधिकः अत्र तत्र विवरणं दत्तमस्ति अत्र तत्र न अनेकावधिकत्वं भवति न निखिलावधिकत्वं भवति परन्तु एकावधिकमेव भवति भेदस्य विषये तत्र इदानीं तर्हि बोध्यं यत् प्रतियोगिनं घटं विहाय घटभेदः सर्वत्र अस्ति इत्यस्य अर्थः नास्ति यत् घटभेदस्य निखिलावधिकत्वम् अस्ति यदि वयं वदामः घटभे प्रतियोगिनं विहाय प्रतियोगि इत्युक्ते अत्र घट एव घटं विहाय घटभेदः सर्वत्र वर्तते इति वदामः चेत् तस्य अर्थः न भवति घटभेदस्य निखिलाधिकत्वम् अस्ति तादृश अर्थं न भवति किमर्थम् इत्युक्ते अत्र विवरणं दत्तमस्ति घटभेदस्य अवधिकः घटभेदस्य अवधिकः पटः घटात् भिन्नः इति प्रतीतौ घटभेदः कुत्र पटे महोदय तत्र पटः घटात् भिन्नः इति प्रतीतिः घटभेदस्य अवधिकः पटः घटात् भिन्नः इति प्रतीतौ घटभेदः कुत्र पटे इदानीं वयं वदामः चेत् तत्र पटः घटात् भिन्न इति वदामः चेत् तस्य अर्थः किं भवति? घटभेदः पटे वर्तते. अस्यां च प्रतीतौ अवधिः कः अत्र एतत् एतद् वाक्ये अवधिः कः भवति? पटः घटात् भिन्न इत्युक्ते तत्र अवधिः घट एव भवति. तत्र वयं जानीमः खलु तत्र अवधिः इत्यत्र तत्र पञ्चमी इति भवति खलु तत्र घट पटात् भिन्न वदामः चेत् तत्र अवधिः घट एव भवति. इदानीम् अन्यत् वाक्यं वदामः चेत् घट घटात् भिन्नः किल पञ्च पञ्चमीविभक्ति अस्ति घटात् इति घटः एव अवधिः अतः घटभेदस्य अवधिः घट एव घटभेदघटं विहाय सर्वत्र भवति. भेदः तु भवति परन्तु अवधिः तत्र घट एव भवति. इदानीं किञ्चित् अन्यत् अन्यत् वदामः चेत् तत्रापि अवधिः घट एव भवति. किन्तु यत्र यत्र घटभेदः भवति तत्र तत्र इदानीं वयं वक्तुं शक्नुमः घटपटात् भिन्नः घटमठात् भिन्नः घटं घटवृक्षात् भिन्नः तादृशमपि न न घटः मठात् इति महोदय तत्र घटः मठात् भिन्नः अथवा पटः घटात् भिन्न पटाघटात् पटः पटाघटात् भिन्नः मठाघटात् भिन्नः वृक्षः पटात् वृक्षः घटात् भिन्नः तादृश सर्वत्र किं भवति इत्युक्ते तस्य अवधिः घट एव भवति. घटात् भिन्नः इति सर्वस्यां घटविध घटविषयकप्रतीतौ श्रूयते किल तादृशं वाक्यं वयं शृण्मः. तत्र सर्वत्र घट एव अवधिः. वाक्यं भिन्नं भिन्नम् अस्ति, भेदः अपि भिन्नं भिन्नम् अस्ति, परन्तु अवधिः घट एव भवति. भेदः एकः एव महोदय, सर्वत्र घटः घटभेदः एव विषयः. घटभेदविषयः अवधिः घटः एव, परन्तु वाक्यं भिन्नं नाम वाक्यम् आश्रयः कः इति वदति, किन्तु आश्रयभिन्नं घटपट वृक्ष तादृश आश्रयभिन्नं. यत् पूर्वञ्च अस्माभिः उक्तं यत् भेदविषये अवधिः प्रतियोगी एव. इति इदानीं घटभेदः इत्युक्ते तत्र प्रतियोगी किं भवति? घट एव भवति. अधुना सिद्धं यत् तत् सत्यमपि इदानीं दृष्टवन्तः तत्र अवधिः घटः एव भवति. तद् तर्हि अवधिसमुदाये कति सदस्याः सन्ति भेदस्य अवधिसमुदाये? भेदस्य अवधिसमुदाये तत्र घट एव अवधि भवति. एकः एव प्रतियोगी एव एकः एव सदस्यः. इदानीं सिद्धं भवति इदानीं सत्यमपि. अतः वस्तुतः घटभेदः निखिलावधिकता अपि नास्ति. घटभेदस्य निखिलावधिकत्वमपि नास्ति, अनेकावधिकत्वमपि नास्ति. घटभेदस्य एक एव अवधिः घट एव. यद्यपि घटभेदः बहुत्र अस्ति घटं विहाय सर्वत्र, किन्तु तत्र सर्वत्र घटभेदस्य अवधिः घट एव. घटभेद एकावधिकता एकावधिकः इति अस्ति. घटभेदः एक अवधिकः एकावधिकः अस्ति, नाम तस्य एकः एव अवधिः पदार्थः भवति, नाम घटः नाम प्रतियोगी एव. अतः तत्र निखिलावधिकत्वं नास्ति, यतोहि निखिलावधिकत्वस्थले तत्र अनेकावधिकत्वम् आवश्यकं खलु. यत्र निखिलावधिकत्वमस्ति तत्र अनेकावधिकत्वं भवेत्. तत्र तादृशं नास्ति, एक एव अवधि. अनेकावधिकत्वमपि नास्ति तत्र पृथक्त्वस्थले. अनेकावधिकत्वम् अस्ति किन्तु निखिलावधिकत्वं नास्ति. निखिलावधिकत्वं नास्ति किमर्थमित्युक्ते तत्र अवयवपरम्परायां विहाय एव अवधिरूपेण न स्वीकर्तुं शक्नुमः. अतः तत्र यत्र निखिलावधिकत्वम् अस्ति तत्र अनेकावधिकत्वं स्यात्, किन्तु यत्र अनेकावधिकत्वम् अस्ति तत्र निखिलावधिकत्वं भवति इति नास्ति, तत्र न आवश्यकं. किन्तु अत्र निखिलावधिकत्वमपि नास्ति अनेकावधिकत्वम् अपि नास्ति, अतः एकः एव अवधिः. अतः तत्र घटभेदस्य एकावधिकः घटभेदः एकावधिकः, तत् घटभेदस्य निखिलावधिकत्वं नास्ति, पृथक्त्वस्य अपि निखिलावधिकत्वं नास्ति इति आगतम्. अस्तु, समीचीनं, धन्यवादः महोदय. धन्यवादः. अग्रे तर्हि तत्र मृणालिनी भगिनी अग्रे पठति वा? आचार्य, किञ्चित् अनन्तरं पठामि. अस्तु अस्तु भगिनि, तर्हि तत्र उषा भगिनी पठति वा? अस्तु महोदय. द लैन् अट् दट् ऐ केन् सी, अपि च भेदस्य विषये सर्वत्र तथा पटभेदः अपि तथा एकावधिकः पटभेदः. अण्ड् देन् वाट् ऐ केन् सी मठभेदः तत्र मठभेदः. Maybe you can reduce the font. Oh, that's the one. Is that name? Now I can say. Mata bedaha api yeka tata yeka vadikaha. Ataha bhedasya swabhavaha yevam tasmin eka vadikatvam. Pritaktvasya aneka vadikatvam bhedasya eka vadikatvam dvayoho niyata vadikatvam अपि च द्वयोः मध्ये कस्यापि निखिलावधिकत्वं नास्ति. तर्हि विश्वे कस्य निखिलावधिकत्वं? भेदस्य विषये वयम् इदानीं दृष्टवन्तः, एकमेव अवधिः इति, एकमेव एकः एव अवधिः. पटः घटात् भिन्नः, मठः घटात् भिन्नः इति शृणुमः चेत् घटभेदः इति पदार्थे घट एव एकमेव अवधिः अस्ति, घटमेव. पटभेदः पटभेदः अपि तथा एक अवधिकः. पटभेदः इत्युक्ते मठः पटात् भेदः, मठः पटात् भिन्नः, वृक्षः पटात् भिन्नः इति वदामः चेत् पटभेदः अस्ति. पटभेदः इति पदार्थे अपि एकमेव अवधिः पटमेव, यतोहि मठः पटात् भिन्नः, वृक्षः पटात् भिन्नः इति चेत् पटभेदः अस्ति. पटभेदः मठे अस्ति अथवा पटभेदः वृक्षे अस्ति, तत् पटभेदः पटभेदः पदार्थे एकमेव अवधिः भवति पटमेव. मठभेदः अपि तथा एकावधिकः. मठभेदः इत्युक्ते प्रतीतिः भवति पटः मठात् भिन्नः अथवा वृक्षः मठात् भिन्नः इति. तत् देन् एकावधिकः एव मठः एव एकमेव अवधिः मठः एव. मठभेदः विषये मठभेदस्य एकः एव मठः एव, समीचीनम्. अतः भेदस्य स्वभावः एवं तस्मिन् एकावधिकत्वम् इदानीं वयं वक्तुं शक्यते. भेदस्य स्वभावः किम् इत्युक्ते भेदस्य भेदस्य स्थले एकमेव अवधिः अस्ति. पटभेदः इत्युक्ते पटमेव अवधिः, मठभेदः इत्युक्ते मठमेव अवधिः, घटभेदः इत्युक्ते घटमेव अवधिः भवति. पृथक्त्वस्य स्थले पृथक्त्वस्य अनेकावधिकत्वं पृथक्त्वस्य स्थले अनेकावधिकत्वं, यतोहि वयं घटः पटात् पृथक् इति शृण्मः चेत् घटः पटात् पृथक् इति स्थले पृथक्त्वं घटे अस्ति. तत् घटपृथक्त्वस्य स्थले अवधिकः अनेकम् अस्ति, यतोहि घटः पटात् पृथक्, घटः मठात् पृथक्, घटः वृक्षात् पृथक्. सो घटपृथक्त्वम् अस्ति, घटे पृथक्त्वम् अस्ति. यत् पृथक्त्वं घटे विद्यमानं पृथक्त्वस्य स्थले अनेक अवधिः भवति. अवधिः पटः पटः मठः वृक्षः अनेक अवधिकत्वम् अस्ति. तत् घटपृथक्त्वस्य कृते अनेक अवधिकत्वं भवति. भेदस्य एकावधिकत्वम् इति वयं दृष्टवन्तः, पृथक्त्वस्य स्थले अनेकावधिकत्वम् इति वयं दृष्टवन्तः, द्वयोः अपि नियतावधिकत्वम् अस्ति भेदस्य स्थले अपि च पृथक्त्वस्य स्थले अपि द्वयोः अपि नियतावधिकत्वम् अस्ति, अपि च द्वयोः मध्ये कस्यापि निखिलावधिकत्वं नास्ति, यतोहि पृथक्त्वस्य स्थले निखिलावधिकत्वं नास्ति यतोहि अवधिसमुदाये घट पृथक्त्वस्य स्थले अवधिसमुदाये घटम् अपि च अवयवसमुदाय कपालः अपि नास्ति, तथा पृथक्त्वस्य स्थले निखिलाधिकत्वं नास्ति इति वयं वदामः. भेदस्य स्थले एकमेव अवधिः भवति, तथा वयं वक्तुं शक्नुमः निखिलावधिकत्वं भेदस्य स्थले अपि निखिलावधिकत्वं नास्ति. तर्हि विश्वे कस्य निखिलावधिकत्वम् इति अग्रे दत्त इति प्रश्नः उदेति. अतः नाम तत्र यदि वयं किमपि तत्र लक्षणं वदामः, तत्र किमपि नामकरणं कुर्मः, नाम निखिलावधिकत्वम् इति किमपि अस्ति इति नामकरणं कुर्मः, किन्तु तत् तत् विश्वे कुत्रापि नास्ति चेत् तस्य प्रयोजनं नास्ति खलु. अतः तत्र निखिलावधिकत्वम् इति नामकरणं कृतवन्तः, किन्तु कस्यापि निखिलावधिकत्वं नास्ति चेत् तेन किम् इति भवति खलु. अतः तत्र तस्य किमपि प्रयोजनं भवेत् इति चिन्तनेन तत्र तर्हि विश्वे कस्य निखिलावधिकत्वं कुत्रापि अस्ति वा इति प्रश्नः. अस्तु, धन्यवादः भगिनि, समीचीनम्. अस्तु अग्रे तर्हि नीता भगिनि. कस्य निखिलावधिकत्वं? पृथक्त्वस्य निखिलावधिकत्वं नास्ति, भेदस्य निखिलावधिकत्वं नास्ति, संयोगस्य निखिलावधिकत्वं नास्ति, विभागस्य निखिलावधिकत्वं नास्ति. वस्तुतः विश्वे निखिलावधिकत्वं कस्यापि नास्ति. निखिलावधिकत्वं न भवति एव. कस्यचिदपि पदार्थस्य निखिलावधिकत्वं न भवितुम् अर्हति. किन्तु कुत्रचित् पूर्वपक्षिणः सिद्धान्तिनः वा विचारस्य प्रतिपादनार्थं निखिलावधिकत्वम् आरोपणीयं भवति. तस्य च निखिलावधिकत्वस्य सम्प्रति भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासावसरे आपादानम् उपयुज्यते. तस्मात् पूर्वं किन्तु प्रश्नः उदेति यत् परमाणोः का गतिः? पृथक्त्वं तत्रैव न भवति किल? यत्र अवयवावयिनोः सम्बन्धः परमाणुः सावयवः नास्ति, तर्हि यः परमाणुः एकाकी अस्ति, यः परमाणुः स्वयं कस्यचिदपि अन्यस्य भागः नास्ति, तादृशपरमाणुः विद्यमानस्य पृथक्त्वस्य निखिलावधिकत्वं स्यात्. प्रथमतः तु निखिलावधिकत्वं कस्य अस्ति? तत्र वयं दृष्टवन्तः पृथक्त्वस्य निखिलावधिकत्वं नास्ति. अत्र तत्र उदाहरणार्थं वयं दृष्टवन्तः घटः पुस्तकात् पृथक्, फलात् पृथक्, वृक्षात् पृथक्, परन्तु तत्र अवधयः बहवः, अनेकावधिः, परन्तु तत्र निखिलावधिकत्वम् इति वक्तुं न शक्नुमः. घटः घटात् पृथक् इति वक्तुं न शक्नुमः. घटः घट वा तस्य अवयवात् पृथक् इति न वक्तुं शक्नुमः. अतः तत्र निखिलावधिकत्वं नास्ति. तथैव भेदस्य विषये चिन्तयामः तत्र अपि घटः पटात् भिन्नः, घटः पुस्तकात् भिन्नः, सर्वत्र तत्र घटभेदः अस्ति, परन्तु भेदाः असङ्ख्याकाः सन्ति. परन्तु तत्रापि पटः घटात् भिन्नः, तत्र घटभेदः, तत्र अवधयः बहवः, पटभेदः अस्ति, पुस्तकभेदः अस्ति, परन्तु अवधिः तु एकः एव, घटः एव भवितुम् अर्हति. अतः तत्र भेदस्य अपि निखिलावधिकत्वम् अस्ति इति वक्तुं न शक्नुमः। अतः तत्र पृथक्त्वस्य अपि भेदस्य अपि निखिलावधिकत्वं नास्ति। संयोगस्य विषये पश्यामः चेत् संयोगस्य अपि निखिलावधिकत्वं नास्ति एव। तत्र संयोगस्य अपि तत् वयं दृष्टवन्तः, संयोगस्य विषये अपि हस्तपुस्तकयोः संयोगः वा द्वयोः हस्तयोः संयोगः, तत्र निखिलावधिकत्वं नास्ति। तत्र अवधेः विषये वयम् आरोपणं कृतवन्तः, परन्तु तत्र निखिलावधिकत्वम् अस्ति इति वक्तुं न शक्नुमः। तथैव विभागस्य अपि निखिलावधिकत्वं नास्ति। यत्र ध्रुवमपायपादानं तत्र विभागः इति यदा वयं दृष्टवन्तः, तत्रापि विभागस्य निखिलावधिकत्वम् निखिलावधिकत्वं रूपेण तत्र अवधये आगच्छति इति नास्ति। वस्तुतः विश्वे निखिलावधिकत्वं कस्य अपि नास्ति। अतः तत्र वाक्यं दत्तमस्ति, विधानं दत्तमस्ति, विश्वे तत् तादृशं निखिलावधिकत्वं कस्य अपि नास्ति इति। निखिलावधिकत्वं न भवति एव इति विधानं तत्र दृश्यते। कस्यचिदपि पदार्थस्य निखिलावधिकत्वं न भवितुम् अर्हति, भवितुम् एव न अर्हति इति विधानमस्ति। किन्तु कुत्रचित् पूर्वपक्षिणः सिद्धान्तिनः वा विचारस्य प्रतिपादनार्थं निखिलावधिकत्वम् आरोपणीयं भवति। यत्र यदा तत्र निखिलावधिकत्वम् इति संज्ञा तत्र दृश्यते, इत्युक्ते तत्र सिद्धान्तिनः वा कस्य विचारस्य प्रतिपादनार्थं तत्र आरोपणं कृतं भवेत् अत्र पूर्वस्मिन् काले इति तत्र प्रतिपादनं नाम यत्र पूर्वपक्षी सिद्धान्ति नाम कः सिद्धान्ति इत्युक्ते पुरातन एव वा न न अतः तत्र सिद्धान्ति नाम तादृशं समीचीनं तादृशं नाम तत्र न्यायशास्त्रस्य कोऽपि तत्र निपुणः अस्ति इति चिन्तयतु, सः किमपि वदति तत्र एतत् सिद्धान्तम् एतत् समीचीनम् एतदेव सत्यमस्ति सिद्धान्तं वदति, यः तत्र एतत् समीचीनं सत्यमस्ति इति वदति सः सिद्धान्ति, यतोहि तत्र सः एव तत्र एतत् अस्ति नाम नैयायिकः इति चिन्तयामः अस्मिन् प्रसङ्गे, तत्र नैयायिकः तत्र सिद्धान्ति इति भवति। किन्तु अन्य कोऽपि आगत्य प्रश्नं पृच्छति एतत् अहं न अङ्गीकरोमि, तत्र भवान् वदति किन्तु तत्र मम मनसि तत्र स्पष्टता नास्ति, तत् समीचीनं नास्ति इति मन्ये इति कृत्वा सः नूतन अन्यः सः प्रश्नं पृच्छति, सः विरोधी, सः पूर्वपक्षी इति वदामः। सिद्धान्ति यः सिद्धान्तं प्रतिपादयति सः सिद्धान्ति, यः सिद्धान्तस्य विरोधं करोति नाम केवलं तत्र तद् नास्ति अहं तत्र सम्यक् रीत्या न अवगच्छामि किमर्थम् एतद् भवान् वदति तत्र आक्षेप अहं न अवगच्छ अहं तत् सत्यं नास्ति इति चिन्तयामि यतोहि एतद् भवेत् खलु इति सः आक्षेपं वदति। अतः तत्र अतः एतावत् किम् उक्तम् इत्युक्ते तत्र वस्तुतः तत्र निखिलावधिकत्वं कुत्रापि नास्ति, किन्तु तत्र विचारसमये अथवा तत्र वादप्रतिवादसमये तस्य आरोपणीयं कुर्वन्ति सिद्धान्ती वा अथवा पूर्वपक्षी। अतः तत्र वदतु भगिनि तत्र सर्वत्र षष्ठी दृश्यते खलु पूर्वपक्षिणः सिद्धान्ति पक्षिणः विचारस्य प्रतिपादनार्थं तत्र तज्ञैः संज्ञा दत्ता तत् निखिलावधिकत्वं तत्र प्रतिपादनात् अथवा पुष्ट्यर्थं विचारस्य पुष्ट्यर्थं तत्र संज्ञा दत्ता विचारस्य प्रतिपादनार्थं सिद्धान्तिनः नाम पूर्वपक्षिणः विचारस्य प्रतिपादनार्थं निखिलावधिकत्वम् आरोपणीयं भवति। तत्र तत्र प्रायश तत्र अनुस्वारः तत्र सम्यक् रीत्या न दृश्यते इति मन्ये. तत्र पू इति अस्ति, तस्य अधोभागे यम् इति अस्ति, किन्तु आरोपणीयं निखिलावधिकम् आरोपणीयं भवति. नाम विचारस्य प्रतिपादनार्थं, कस्य विचारस्य, सिद्धान्तिनः विचारस्य वा पूर्वपक्षिणः विचारस्य वा प्रतिपादनार्थं निखिलावधिकत्वम् आरोपणीयं भवति. नाम अत्र निखिलावधिकत्वं भवेत् इति ते वदन्ति. यदि पूर्वपक्षी तादृशं वदति तदा सिद्धान्तिनः तत्र स्थितिः किं का भवति इत्युक्ते इदानीं तत्र समाधानं दातव्यम्. आम् तत्र भवान् वदति तत्र एतत् अस्ति चेत् तेन निखिलावधिकत्वं भवेत्, किन्तु तादृशं नास्ति, किन्तु तत् तादृशम् अस्ति चेत् नाम पूर्वपक्षी वदति ओ भवान् एतावत् एतत् यत् उक्तवान् तेन निखिलावधिकत्वम् आगच्छति इति. अतः तदा सिद्धान्ती वदति न न तादृशं नास्ति भोः, एतत् सर्वं सत्यमस्ति किन्तु तेन निखिलावधिकत्वं न भवति. किमर्थम् इत्युक्ते इति तदा तदनन्तरं समाधानं दास्यति किमर्थं तत्र निखिलावधिकत्वं न आगच्छति इति. यतोहि तत्र निखिलावधिकत्वम् आगच्छति चेत् तत्र समस्या भवति खलु, यतोहि निखिलावधिकत्वं कुत्रापि नास्ति. अतः तत्र सिद्धान्तः समीचीनः अस्ति चेत् तेन कारणेन तत्र निखिलावधिकत्वं कार्यं न कुत्रापि न भवेत् इति. अतः तत्र विद्याधरी पुस्तके अपि तत्र निखिलावधिकत्वम् अपि नियतावधिकत्वम् इति तत्र आक्षेपः, तत्र पूर्वपक्षिणः आक्षेपे नियतावधिकत्वं निखिलावधिकत्वम् इति अस्ति. अतः एव एतत् एतत् करपत्रम् अस्ति. अतः तत्र एतत् पठित्वा तत्र पूर्वपक्षिणः आक्षेपः कः इति यदि पठामः तदा तत्र अवगच्छामः तत्र एतस्य प्रयोजनं किम् इति. अग्रिमे वाक्ये दत्तमस्ति तस्य च निखिलावधिकत्वं सम्प्रति, तत्र विषयः अस्माकं विषयः भेदः एव पृथक्त्वम् इति आक्षेपस्य खण्डनम् इत्युक्ते निरासावसरे तस्मिन् प्रसङ्गे एव भेदः एव पृथक्त्वं यत् आक्षेपम् अस्ति तस्य खण्डनस्य कृते तत्र निखिलावधिकत्वस्य योजना, तस्य निखिलावधिकत्वस्य सम्प्रति भेद एव पृथक्त्वं, तत्र भेदः पृथक्त्वं द्वयोः मध्ये भेदः अस्ति, द्वयोः भिन्नः, परन्तु तत्र यत् तत्र अस्ति भेद एव पृथक्त्वं, तस्य निराकरणार्थं निखिलावधिकत्वस्य विचारः अपादानम् उपयुज्यते. इत्युक्ते तत् विभाग अपादानं तत् वयं दृष्टवन्तः व्याकरण अंशे, तत्र ध्रुवमपाये पादानं, तत्र यस्मात् अवधिः भवति विभागः भवति तत् अपादानम् इति संज्ञा. एषः विचारः तत्र भेद एव पृथक्तं भेदः एव पृथक्तं नास्ति तस्य चिन्तनार्थम् उपयुज्यते इति. उत्तमं भगिनि, तत्र किं भवति, एकनिमिषं, तत्र सिद्धान्ति तत्र विद्याधरी पुस्तके किं भवति, तत्र मतभेदः नाम तत्र मतद्वयं वर्तते, नाम तत्र नव्यनैयायिकाः अपि तत्र पुरातननैयायिकाः प्राचीननैयायिकाः. तर्हि तत्र अस्मिन् विषये तत्र विद्याधरी पुस्तके तत्र लेखकः सः तत्र प्राचीननैयायिकानां मतम् इच्छति. अतः तत्र प्राचीननैयायिकानां मतानुसारं भेदः पृथक्त्वं नास्ति इति, किन्तु नव्यनैयायिकाः तत्र भेदः एव पृथक्त्वम् इति चिन्तयन्ति. अतः तत्र यदा विद्याधरीं पठामः तदा किं भवति, सिद्धान्ती भवति प्राचीननैयायिकाः नैयायिकः अपि तत्र पूर्वपक्षी भवति नव्यनैयायिकः तस्मात् पूर्वं किन्तु प्रश्नः उदेति यत् परमाणोः का गतिः परमाणोः विषये अत्र चिन्तनमस्ति तत्र परमाणु इति पृथक्त्वम् इति घटः पुस्तकात् पृथं फलात् पृथं वृक्षात् पृथक् तत्तु अस्ति पृथक्त्वस्य आश्रयघटं परन्तु घटे ये परमाणवः सन्ति तत्र पृथक्त्वस्य का गति पृथक्त्वं तत्र अस्ति वा पृथक्त्वं तत्र पृथक्त्वं तत्र अस्ति वा इति न किन्तु तत्र घटस्य घटे विद्यमानं पृथक्त्वं घटे पृथक्त्वम् अस्ति तत्र पृथक्त्वस्य अनेकावधिकत्वम् अस्ति इति उक्तं खलु सत्यं सत्यं घटपृथक्त्वस्य अनेकावधिकत्वम् अस्ति हा किन्तु निखिलावधिकत्वं नास्ति खलु तस्य निखिलावधिकत्वं नास्ति हा किमर्थं तत्र घटस्य निखिलावधिकत्वं नास्ति यतोहि घटपृथक्त्वस्य घटपृथक्त्वस्य निखिलावधिकत्वं नास्ति यतोहि बहवः अवधयः सन्ति अवयवः सन्ति अवयवः सन्ति उत्तमं परन्तु नाम तत्र नाम तत्र घटः स्वस्मात् पृथक् इति नास्ति इति नास्ति स्वस्मात् घटः अपि घटः स्वस्य अवयवकपालः यः अस्ति तस्मात् अपि पृथक् इति न वक्तुं शक्नुमः न वक्तुं शक्नुमः अतः तत्र कपालः अपि अवधिसमुदाये नास्ति स्वयं घटः नास्ति कपालिका अपि नास्ति अतः तत्र अनेके सदस्याः तत्र अनेके पदार्थाः सदस्यरूपेण तत्र न सन्ति अतः निखिलावधिकत्वं नास्ति तत्र निखिलावधिकत्वं नास्ति इति कथं साधितम् इत्युक्ते अवयवपरम्परया खलु खलु तत्र स्वं नास्ति किन्तु अवयवपरम्परा अस्ति इति कृत्वा तत्र निखिलावधिकत्वं नास्ति इति उक्तम् हा किन्तु इदानीं घटे तत्र घटस्य परमाणुः अवयवः परमाणवः खलु तत्र अन्ततो गत्वा सर्वेषां तत्र द्रव्यं किमपि द्रव्यं तत्र पृथ्वी वा वायु वा जलं वा तत्र अन्ततो गत्वा तत्र अवयवः चरम अवयवः अस्ति परमाणु चरम अवयवः परमाणवः परमाणवः अतः तत्र परमाणु अस्ति चेत् तस्य अवयवः अस्ति वा न परमाणुः परमाणु मध्ये अवयवः नास्ति नास्ति खलु नास्ति इदानीं प्रश्नः तत्र परमाणोः का गतिः नाम परमाणौ विद्यमानं पृथक्त्वं यत् अस्ति तस्य पृथक्त्वस्य निखिलावधिकत्वम् अस्ति वा इति यतोहि तत्र अवयवपरम्परा नास्ति खलु न न तत्र एव अवयवपरम्परा खण्डितः परमाणुतः एव अतः प्रश्नः उदेति परमाणुः का गतिः इति पृथक्त्वं तत्र एव न भवति किल यत्र अवयव अवयव अवयविनो सम्बन्धः तत्र पृथक्त्वम् अपि अस्ति तत्र एव न भवति किल इत्युक्ते तत्रापि पृथक्त्वम् अस्ति पृथक्त्वं तत्रैव न भवति किल यत्र अवयव अवयविनोः सम्बन्धः तत्र पृथक्त्वं तत्रैव न भवति किल इत्युक्ते तत्र अपि पृथक्त्वम् अस्ति न न न यत्र अवयव अवयविनोः सम्बन्धः अस्ति तत्र पृथक्त्वं न भवति किल अत्र पृथक्त्वं न भवति किल नाम अत्र वाक्यं भगिनि तत्र यत्र तत्र इति खलु वाक्यस्य आकृतिः यत्र अवयव अवयविनः सम्बन्धः तत्र पृथक्त्वं न भवति किल इति नाम तत्र आकृतिः यत्र तत्र इति वाक्यस्य आकृतिः, किन्तु तत्र इति पूर्वम् उक्तम्, अनन्तरं यत्र इति उक्तं, तावदेव. इत्युक्ते यत्र यत्र अवयव अवयविनोः सम्बन्धः तत्र एव पृथक्त्वं न भवति किल इति. खलु नाम अवयव अवयविनोः सम्बन्धस्य उदाहरणम् एकं स्वीकुर्मः. किं स्वीकुर्मः? घटः, कपालः, कपालिका. घटः कपालः, घटः पीठस्य अवयवः कपालः. इदानीं तयोः मध्ये तत्र पृथक्त्वम् अस्ति वा? नाम तत्र घटः कपालः पृथक् इति वक्तुं शक्नुमः वा? तत्र पृथक्त्वं न विद्यते. न विद्यते, यतोहि समानदेशः खलु. समानदेश पृथक्त्वं भिन्नदेशे अस्ति चेदेव तत्र पृथक्त्वं भवति. समानदेशे अस्ति चेत् तत्र, अतः तत्र यत्र अवयव अवयविनोः सम्बन्धः नाम द्वयोः मध्ये पदार्थद्वयमस्ति किन्तु तयोः मध्ये अवयव अवयविनोः सम्बन्धः वर्तते, तत्र एकः अन्यस्मात् पृथक् इति न वक्तुं शक्नुमः खलु. पृथक्त्वं नास्ति इति खलु. तत्र पृथक्त्वं न विद्यते. तत्र एव पृथक्त्वं यत्र अवयव अवयविनोः सम्बन्धः तत्र पृथक्त्वं नास्ति इति. तत्र एव पृथक्त्वं नास्ति. तत्र एव पृथक्त्वं नास्ति. यतोहि तत्र एव तत्र समानदेशः भवति. तत्र एव पृथक्त्वं नास्ति. अन्येषु स्थलेषु तत्र भवितुम् अर्हति, परन्तु अत्र एव नास्ति इति. नास्ति, समीचीनं खलु. इदानीं स्पष्टम्. आमाम्. अनन्तरं परमाणुः सावयवः नास्ति. परमाणु चरमविभागः तत्र, अतः तत्र अवयवसहित परमाणुः अवयवसहितः नास्ति इति. परमाणुः अवयवः नास्ति. नास्ति, तर्हि यः परमाणुः एकाकी अस्ति, यः परमाणुः स्वयं कस्यचित् अपि अन्यस्य भागः नास्ति. तत्र यतोहि तत् परमाणुः चरम अवयव, अतः तत् स्वयम् अन्यस्य पदार्थस्य, कस्यापि पदार्थस्य अन्यस्य भागः परमाणुः न भवति इति. एकाकी एव अस्ति मूलरूपात्, तत् एकाकी एव अस्ति. तादृशपरमाणौ विद्यमानस्य पृथक्त्वस्य निखिलावधिकत्वं स्यात् इत्युक्ते तत्र परमाणोः विद्यमानं पृथक्त्वं तस्य निखिलावधिकत्वम् अस्ति इति विधानम् इति चिन्तनं तत्र स्यात् खलु. इति चिन्तनमस्ति, सम्भावना अस्ति. स्यात् इति तादृशपरमाणौ यः एकाकी अस्ति, नाम तस्य अवयवः नास्ति. अवयवः नास्ति चेत् तत्र, तर्हि तत्र अवधिः स्वं विहाय अन्ये सर्वे पदार्थाः अवयवसमुदाये भवेयुः खलु इति. नाम तत्र परम्परा, तत्र अवयवपरम्परा नास्ति. अवयवपरम्परा इति किमपि नास्ति खलु, कापि नास्ति खलु इति. अतः तत्र तत् सत्यं वा इति इदानीं नूतनचिन्तनं, नूतनप्रश्नः. इत्युक्ते तस्य परमाणुः एकाकी अस्ति, अतः तत् परमाणुः अपि घटात् पृथक्, कपालात् पृथक्, कपालिकायात् पृथक् इति. कपालिया, कपालिका तस्य अवधि भवतु अर्हति. किमर्थं तत् परमाणु एकाकी चरम अवयवः इति. अतः तत्र सर्वे पदार्थाः परमाणुं विहाय सर्वे पदार्थाः तत्र अवधिसमुदाये भवेयुः इति. इति चिन्तनम् अस्तु, पश्यामः किम् अस्ति इति. समीचीनं भगिनि, धन्यवादः. अस्तु तर्हि तत्र अग्रे चन्द्रमति भगिनि. पूर्वं विद्याधर्याम् अवलोकितं यत् एकः पाषाणः द्विविधा खण्डितः, तयोः शकलयोः का एकं खा इति संज्ञा कृता. एवं ख इति संज्ञा कृता नाम तत्र केवलं भगिनि नाम तत्र किमपि नास्ति. तत्र एकः पदार्थः अस्ति पाषाणः, तस्य भागद्वयं कुर्मः. अस्तु, एकं भागम् अन्यः भागं, खलु? अत्र नामकरणम् एतत् ख इति, एतत् ख इति, तावदेव. ततः सा शकलस्य द्वे शकले साधिते पुनः तस्य तयोः क्रमेण गा एवं खा इति संज्ञे कृते. तस्य भागद्वयं भवति, पुनः तयोरपि गा शकलं गृहीत्वा तस्य द्वे शकले तयोरपि शकल शकल मेघमादाय द्वे शकले इति एवं विधं शकलपरम्परा कुत्रचित् स्थगनीया. को अर्थः? एकं तादृशं शकलं स्वीकर्तव्यं यस्य पुनः शकलं न भवति, पुनः तत् शकलं कर्तुं न शक्यते, तादृशपर्यन्तं करणीयम्. तच्चरमं शकल एव परमाणुः इति उच्यते. तत् अनन्तरं शकलं कर्तुं न शक्यते, तदेव परमाणुः. किञ्चित् विवृणोतु तर्हि. एकं पाषाणखण्डं स्वीकृत्य प्रथमं तत् द्वे कृतम्, एकं कः का अन्यत् खा इति वदति, पुनः का खण्डं द्वे खण्डद्वयं कृतं, तद् घा खा इति भवति. अनन्तरं गा स्वीकृत्य पुनः खण्डद्वयं कृतं, तादृशं पुनः कृत्वा अन्ते एकः परमाणुः अवशिष्यते, तद् पुनः खण्डं कृतुं न शक्यते, तत् एव तत् खण्डमेव परमाणुः इति उच्यते. नाम तत्र एषा परम्परा तत्र अनन्तः भवति चेत्, तत्र तस्य अन्तः एव नास्ति चेत् तत्र तत् समीचीनं नास्ति इति दृश्यते खलु. नाम तत्र खण्डः कर्तुं तत्र अन्तिमस्तरे खण्डं कर्तुं न शक्यते. कुत्रचित् तत्र अतः तत्र यत्र अन्तिम नाम चर्म सोपाने तत्र अवयवः भवति, तत्र सः एव परमाणुः इति वदामः. तर्हि परमाणुः नाम किम् इति अत्र विवृतं खलु, तत्र परमाणोः विवरणम् अत्र दत्तं. समीचीनं नाम केवलं 1/6 इति वयं दृष्टवन्तः कुत्रापि एकं सूर्य किरणे. समीचीनं भगिनि, तत्र त्रयणुकं त्रयणुकम् इति तादृशं वदामः, त्रयणुकं तत्र सूर्यकिरणे तत्र दृश्यते इति. किन्तु तत्र तस्य षड् विभागः कुर्मश्चेत् वयं परमाणुः प्राप्नुमः इति. त्रयणुके द्वयणुकत्रयं वर्तते, द्वयणुके परमाणुद्वयम् अपि यदि तत्र द्वयणुकम् एकं द्वयणुकं द्वितीयद्वयणुकं प्रथमद्वयणुकं द्वितीयद्वयणुकं तृतीयद्वयणुकं स्वीकृत्य योजयामश्चेत् तत्र त्रयणुकम् इति प्राप्नुमः. त्रयणुके तत्र षट् परमाणवः सन्ति. सः एव तत्र त्रयणुकं तत्र तस्य प्रत्यक्षं भवितुम् अर्हति इति तेषां चिन्तनम्. परमाणोः प्रत्यक्षं न भवति किन्तु तत्र द्वयणुकस्य अपि प्रत्यक्षं न भवति किन्तु त्रयणुकात् त्रयणुकात् आरभ्य तस्य प्रत्यक्षं ज्ञानं भवति, नाम तत्र चक्षुषा तस्य ज्ञानं भवति इति तेषां चिन्तनम्. समीचीनं भगिनि. हा अस्तु, अग्रे अग्रेपि पठति वा. अनेन परमाणोः अस्तित्वं कथं सिद्ध्यति इति चेत् अवयव अवयविनोः परम्परायामेव तादृशपरमाणुः अस्माभिः वक्तुं न शक्यते, यस्मिन् न कोऽपि अवयवी उत्पन्नः. किमर्थम् इत्युक्तौ द्वयणुकं सा अवयवम् इत्यादि अनुमानम् अस्ति. न्यायशास्त्रे परमाणुविषये तद् खण्डितः खण्डितः अवयवी भवति एव. यस्मिन् देशे परमाणुः अस्ति तद्देशे परमाणुद्वय द्वयजनितं द्रव्य द्वयणुकमपि अनेन परमाणोः अस्तित्वं कथं सिद्ध्यति इति चेत् परमाणोः अस्तित्वं कथं भवति इति चिन्तयति चेत् अवयव अवयविनोः परम्परयामेव अवयव अवयविनोः परम्परयामेव परमाणोः अस्तित्वं सिद्ध्यति. तादृशपरमाणुः अस्माभिः वक्तुं न शक्यते, यस्मिन् न कोऽपि अवयवी उत्पन्नः. यस्मिन् परमाणौ अवयवः न अवयवी उत्पन्नः न कोऽपि अवयवी उत्पन्नः. परमाणुः अस्माभिः वक्तुं न शक्यते, यस्मिन् न कोऽपि अवयवी उत्पन्नः. यस्मिन् परमाणौ कोऽपि अवयवी न उत्पन्नः तत् परमाणुः अस्माभिः वक्तुं न शक्यते. अस्ति वा? परमाणुः अस्माभिः वक्तुं न शक्यते, यस्मिन् न कोऽपि अवयवी उत्पन्नः. अवयवी इत्युक्ते अवयवः अस्ति तदेव अवयवी इत्युक्ते अधिकपरमाणौ अत्र भवनीयं नाम तत्र पूर्वम् अस्माकं प्रश्नः कः आसीत् इत्युक्ते नाम तत्र एकाकी नाम परमाणु एकाकी अस्ति, तत्र केवलम् एकः एव परमाणुः, अन्यत् किमपि नास्ति, तादृशी स्थितिः भवितुम् अर्हति वा इति प्रश्नः. एकः एव परमाणुः अस्ति इति इदानीं किम् उक्तं नाम तत्र परमाणु अस्ति इति वयं कथं जानीमः? तत् प्रत्यक्षज्ञानं नास्ति खलु अस्माकं परमाणु अस्ति इति, यतोहि तत् न द्रष्टुं शक्नुमः. केवलं परम्परा नाम तत्र अवयवी परम्परा तत्र कुत्रापि स्थगनीया इति कृत्वा अनुमानेन तत्र साधितं खलु, तत्र अवयवः अस्ति इति खलु. अतः नाम तत्र पाषाणं स्वीकृत्य तस्य पाषाणखण्डद्वयं पुनः एकं खण्डं स्वीकृत्य पुनः भागद्वयम् इति शकलं शकलम् इति कुर्मश्चेत् अन्ते तत्र एकः परमाणु एकं परमाणु प्राप्नुमः. किन्तु तस्य तत्र सः परमाणु तत्र चरमे सोपाने आगच्छति, किन्तु इदानीं वयं जानीमः अस्तु तत्र पाषाणखण्डः अस्ति, तस्मिन् नाम तत्र पाषाणखण्डस्य अवयवपरम्परायां तत्र परमाणुः अस्ति इति, किन्तु सः परमाणु एकाकी अस्ति वा? अन्तिमपरमाणु वयं द्रष्टुं न शक्यते. न, किन्तु यदि खण्डनं कुर्मः तदा एकः एव परमाणुः वर्तते, किन्तु तावत्पर्यन्तं न गतवन्तः खलु वयम्. अतः इदानीं पाषाणखण्डः अस्ति, तस्य अवयवीपरम्परायां परमाणवः सन्ति, किन्तु प्रत्येकपरमाणु एकाकी नास्ति खलु. यतोहि तत्र पाषाणखण्डस्य नाम तत्र घटः अपि कपालः स्वीकरोतु, कपालद्वयेन घटः इति इदानीम् आगतः, घटस्य निर्माणं कृतः, घटः इदानीम् अस्ति, कपालद्वयस्य योजनेन घटः इदानीम् अस्ति. तत्र कपालः इदानीम् एकाकी अस्ति वा? न, घटे अन्तर्भूतः अस्ति, अतः एकाकी नास्ति खलु कपालः. तथैव परमाणुः अपि एकाकी नास्ति, यतोहि पाषाणखण्डे अस्ति, तत्र पाषाणखण्डस्य अवयवः अस्ति सः खलु. अवगतं वा? नाम तत्र समवायसम्बन्धेन तत्र पाषाणखण्डः एषः इत्युक्ते तत्र एषः परमाणुः इत्युक्ते, किन्तु सः परमाणुः एकः नास्ति, एकाकी नास्ति, यतोहि पाषाणखण्डे अस्ति, पाषाणखण्डस्य अवयवः अस्ति, तत्र बहवः परमाणवः सन्ति, सर्वे मिलित्वा तत्र पाषाणखण्डस्य अवयवाः भवन्ति, किन्तु एकाकी तु नास्ति परमाणुः खलु. अस्तु, अतः तत्र अवयवी विना, अवयविनं विना परमाणुः नागच्छति. नाम कोऽपि स्यात्, कोऽपि अवयवी स्यात्, यस्य अवयवः परमाणुः भवेत् भवति. तत्र अवयवः अवयवः परमाणु भवेत् इति, हा, परमाणु सर्वदा तस्यापि पदार्थस्य अवयवरूपेण एव आगच्छति, एकाकी कुत्रापि न लभ्यते इति. समीचीनम्. अस्तु अस्तु, पदार्थस्य अवयवरूपेण एव परमाणु तिष्ठति, एकाकी नास्ति इति भगिनि. परमाणुः अस्मान् न शक्यते, यस्मिन् न कोऽपि अवयवी उत्पन्नः. किमर्थम् इत्युक्तौ द्वयणुकं सावयवम् इत्यादि अनुमानम् अस्ति, तदा अनुमानमेव द्वयणुकम् इत्यादि. न्यायशास्त्रे परमाणुविषये तत् खण्डितः तत्खटितः अवयवी भवति एव. न्यायशास्त्रे परमाणुविषये तत्खटितः अवयवी भवति एव. परमाणु एकाकीरूपेण न तिष्ठति, तत् खटितः अवयवीरूपेण एव तिष्ठति इति. अग्रिमे वाक्ये उक्तं. यस्मिन् देशे परमाणुः अस्ति, तद् देशे परमाणुद्वय जनितं द्रव्य द्वयणुकमपि अस्ति. यत्र कुत्र परमाणुः अस्ति तत्र तद् संयुक्तरूपेण परमाणु नाम परमाणु अस्ति चेत् तत् परमाणु अस्ति इति कथं वयं साधितवन्तः? पाषाणखण्डं स्वीकृत्य तस्य शकलं कृत्वा तत्र त्रयणुकं, तदनन्तरं द्वयणुकं, तदनन्तरं परमाणुः इति. तर्हि तत्र अनुमानमेव, हा, अतः परमाणु अस्ति चेत् तत्र तस्मिन् देशे द्वयणुकमपि भवेत्, द्वयणुकस्य एषः परमाणुः अवयवः अस्ति, इति खलु. अतः तत्र यत्र परमाणुः अस्ति तत्र द्वयणुकं भवेत्, अपि अत्र द्वयणुकं कीदृशम् अस्ति, द्वयणुकं तत्र परमाणुद्वयजनितं, नाम परमाणुद्वयेन एकाकीरूपेण नास्ति. हा, तत्र परमाणुद्वयम्, एकः परमाणुः कुत्रापि न भवति, परमाणुद्वयं मिलित्वा द्वयणुकं भवति. तस्मिन् देशे भवति एव, न्यूनातिन्यूनं द्वयणुकं तु भवति. तत्र त्रयणुकं भवति इति अपि प्रायशः वक्तुं, तस्मिन् विषये चिन्तनं कर्तुं शक्नुमः, किन्तु द्वयणुकम् अस्ति इति चेत् तेन पर्याप्तम्. परमाणुद्वयम् अस्ति चेत् तद् अवयवी इति वक्तुं शक्यते वा? शक्यते खलु, तत्र द्वयणुकमेव अवयवी, द्वयणुकम् अवयवी अस्ति, अवयवः परमाणुः परमाणुः. आचार्य, यथा वयम् आक्सिजन् हैड्रोजन् अत्र सर्वत्र एच् टु ओ टु एव लिखामः खलु तत्र प्रायः तादृशमस्ति भगिनि. हा हा, सत्यं सत्यं, समीचीनं समीचीनं. हा हा, किन्तु इदानीं कोऽपि पश्यति वा तत्र समस्या का अस्ति इति? इदानीं तत्र निखिलावधिकं, निखिलावधिकत्वं प्रति इदानीं समस्या का इति कोऽपि पश्यति वा? रूपेण तिष्ठति चेदेव तत् अन्य अन्यस्मात् भिन्नः इति भेद पृथक् इति भिन्नः नाम एतत् स्वीकुर्मः तत्र. हा, समीचीनं, तादृशमेव भगिनि. हा, अतः तत्र पुनः तत्र घटः अपि कपालः इति विचारं, तस्मिन् विषये विचारं कुर्मः. तत्र घटः, घटस्य अवयवः कपालः, अस्तु, घटः घटस्य अवयवः कपालः, घटे पृथक्त्वम् अस्ति, घटे पृथक्त्वम् अस्ति, तर्हि तत्र पृथक्त्वं तत्र एतत् किम् अभवत्? अस्तु अस्तु, तत्र घटे पृथक्त्वम् अस्ति. पृथक्त्वस्य अवधिसमुदायः अस्ति, अवधिसमुदायः, तत्र अल्पप्राणः खलु समुदायः, अथवा महाप्राणः, कोऽपि स्मरति वा? अवधि अल्पप्राणः, अल्पप्राणः, धन्यवादः. अवधिसमुदायः, अस्तु, तर्हि इदानीं तत्र पृथक्त्वस्य वयं बहुवारम् उक्तवन्तः, तत्र निखिलावधिकत्वं नास्ति, तर्हि अवधिसमुदाये के के पदार्थाः न सन्ति? घटः नास्ति अत्र, कपालः नास्ति, कपालिका नास्ति, इत्यादि खलु. समीचीनम्, अवधिसमुदाये घटः नास्ति, कपालः नास्ति, तर्हि तत्र एतत् लिखामः, नाम तदा एव तत्र अवगच्छामः. तर्हि तत्र ग्रीन् अस्ति चेत् अवधिसमुदाये तत्र घटः नास्ति, कपालः नास्ति, कपालिका नास्ति, इत्यादि. इदानीं तत्र कपालः इति स्वीकुर्मः, कपाले अपि तत्र निखिलावधिकत्वम् अस्ति, तत्र पृथक्त्वम् अस्ति, कपाले अपि पृथक्त्वम् अस्ति, तर्हि तत्र कपाले अपि पृथक्त्वम् अस्ति, तत्र अपि पृथक्त्वम् अस्ति, पृथक्त्वस्य कपाले विद्यमानपृथक्त्वस्य अपि अविधिसमुदायः अस्ति. तत्र एतत् एषः पृथक्त्वस्य कपाले विद्यमानपृथक्त्वस्य अवधिसमुदायः. इदानीम् अस्मिन् समुदाये किं किं नास्ति इति कोऽपि वदति वा? अवधिसमुदाये किं किं नास्ति? कपाल अत्रापि कपालः नास्ति, कपालिका नास्ति, अत्रापि कपालः नास्ति, कपालः नास्ति, कपालिका नास्ति इत्यादि, खलु कपालिका नास्ति इत्यादि इति. इदानीम् एषः कपालः कीदृशः कपालः इत्युक्ते तत्र एषः कपालः घटस्य अवयवः खलु? आम्, घटस्य अवयवः कपालः. एकाकी कपालः एकाकी नास्ति, कपालः घटस्य अवयवः अस्ति, नाम कपालद्वयं तत्र अस्ति खलु. एषः कपालः घटस्य अवयवः अस्ति. तर्हि अस्मिन् अवधिसमुदाये कपालः स्वं नास्ति, अवयवः अपि नास्ति, एतत् सर्वम् अस्ति. किन्तु किन्तु घटः अपि तत्र नास्ति खलु? घटः अपि नास्ति खलु, तत्र घट अपि अवधिसमुदाये न भवितुम् अर्हति, नास्ति न भवितुम् अर्हति. अतः कपालस्य कपाले विद्यमानपृथक्त्वस्य अवधिसमुदाये कपालः नास्ति, कपालिका नास्ति इत्यादयः एतत् सर्वमस्ति. किन्तु कपालः एकाकी नास्ति इति कृत्वा कपालः अपि साक्षात् अवयवः अस्ति घटस्य इति कृत्वा, कपालस्य अपि घटस्य समानदेशः अस्ति इति कृत्वा घटः अपि अवधिसमुदाये नास्ति इति. समीचीनं खलु? कोऽपि प्रश्नः वा तत्र? न तत्र कपालः घटात् पृथम् इति न वक्तुं शक्नुमः वयम्. एवं समीचीनम्. अतः अवधिसमुदाये केवलं स्वं, तदनन्तरम् अवयवपरम्परा इति यत् उक्तं तत् समीचीनं. किन्तु यत् यदा सः पदार्थः एकाकी भवति तदा तत् समीचीनं. किन्तु यदि सः पदार्थः अत्र कपालः, सः पदार्थः स्वयम् अन्यस्य पदार्थस्य अवयवः भवति, नाम अत्र कपालः घटस्य अवयवः भवति, तर्हि कपालः एकाकी नास्ति. तर्हि कपालः अस्ति, अन्यः कपालः अपि अस्ति, द्वयोः मेलनेन एषः घटः उत्पन्नः. तदा किं भवति, घटः अपि कपालस्य कपाले विद्यमानपृथक्त्वस्य अवधिसमुदाये न आगच्छति, सः अपि सदस्यरूपेण न स्वीकर्तुं शक्नुमः इति. समीचीनं खलु एतावत्? अत्र तद् घटितः शब्दविषये, तद् घटितः इत्युक्ते अस्तु एकनिमिष तत्र आगच्छामि. किन्तु अत्र उदाहरणद्वये, नाम घटे घटपृथक्त्वम् अपि कपालपृथक्त्वं, द्वयोः विचारः यः कृतः तस्मिन् विषये कोऽपि प्रश्नः नास्ति खलु? तावत्पर्यन्तं स्पष्टमस्ति. स्पष्टम्. केवलम् अत्र मूल अंशः अवगन्तव्यः अंशः अस्ति, अस्मिन् अवधिसमुदाये अपि घटः नास्ति इति. यतोहि कपालः एकाकी नास्ति, कपालः घटस्य अवयवः अस्ति इति. अस्तु, इदानीं तत्र परमाणुविषयः यः अस्ति तत्र गच्छामः. इदानीं तत्र किम् उक्तं, तत्र न्यायशास्त्रे परमाणुविषये तद् घटितः अवयवी भवति एव. तत्र तद् इत्युक्ते किम्? परमाणुविषये तद् परमाणु इति, परमाणु एव, तद् नाम परमाणु, परमाणुघटितः, परमाणुघटितः अवयविः अवयवी भवति एव. सर्वदा परमाणु अस्ति चेत् परमाणु सर्वदा अवयवरूपेण एव आगच्छति, कुत्रापि एकाकी इति न आगच्छति. परमाणु अतः एव यत्र स्पष्टतया उक्तं, तत्र यस्मिन् देशे परमाणु अस्ति तद्देशे द्वयणुकमपि अस्ति, नाम परमाणु इति एकः एव परमाणु कुत्रापि न भवति, परमाणु द्वयणुकरूपेण एव आगच्छति. नाम तत्र न्यूनातिन्यूनं तत्र द्वयणुकं तत्र भवेत्, यत्र परमाणुः द्वयणुकस्य अवयवः भवति. यतोहि तत्र परमाणुः अस्ति इति कथं जानीमः? पदार्थं स्वीकृत्य, तस्य द्रव्यं स्वीकृत्य, तस्य खण्डं खण्डं खण्डं कृत्वा चरम सोपाने परमाणु इति आगच्छति. किन्तु तावत्पर्यन्तं वयं खण्डनं न कर्तुं शक्नुमः खलु? तत्र अतः तत्र अत्र उक्तं, तत्र यतोहि तत्र द्वयणुकम् इति तत्रापि अनुमानरूपेण एव आगच्छति. नाम तत्र तत् प्रत्यक्षं, तस्य प्रत्यक्षज्ञानं नास्ति, अतः तत्र वयं न द्रष्टुं शक्नुमः. अतः तत्र परमाणु अस्ति इति अपि न द्रष्टुं शक्नुमः, द्वयणुकमपि न द्रष्टुं शक्नुमः. द्वयणुकं चरमसोपानात् पूर्वसोपानम्, अतः तत्र यत्र परमाणु अस्ति तत् कथं लब्धम् इत्युक्ते द्वयणुकस्य विभागेन परमाणु लब्धम् इति भवति. अतः यत्र द्वय परमाणु अस्ति तत्र द्वयणुकं न्यूनातिन्यूनं भवेत् इति. एतावत् समीचीनं वा? तत्र किञ्चित् मनसि सन्देहः इति, तत् इत्युक्ते तत् मोनो एटोमिक् किमपि न तिष्ठति इति अस्ति वा? न न, तत्र न एकः परमाणु इति तस्य चिन्तनं कर्तुं शक्नुमः, किन्तु लोके किं प्राप्नुमः इत्युक्ते कुत्रापि परमाणु एकाकि न तिष्ठति. अस्तु, नाम तत्र ल्याब् मध्ये तत्र तादृशं कर्तुं शक्नुमः इति इदानीं चिन्तनं, किन्तु इदानीं परमाणु अपि तत्र वैज्ञानिकपरमाणु अपि तत्र न्यायशास्त्रे परमाणु भिन्नम् अस्ति. अतः तत्र न्यायशास्त्रे ते किं चिन्तयन्ति, तत्र एकः परमाणुः, यतोहि तत्र तस्य प्रत्यक्षज्ञानं नास्ति, चक्षुषा तस्य ज्ञानं नास्ति, केवलम् अनुमानेन प्राप्नुमः. अपि द्वयणुकम् अपि तस्य अनुमानेन एव प्राप्नुमः. अतः तत्र द्वयणुकस्य विभागेन परमाणुः लभ्यते. तर्हि कथं द्वयणुकम् अस्माकं हस्ते स्वीकृत्य तस्य खण्डद्वयं न कर्तुं शक्नुमः? यतोहि द्वयणुकमपि अनुमानेन एव अस्ति, न तत्र तस्य प्रत्यक्षज्ञानं नास्ति. अतः तत्र यत्र परमाणु अस्ति तत्र द्वयणुकं स्यात् एव. अर्थात् आचार्य, अवयव द्वयणुके अवयवः अस्ति, अर्थात् तत्र निखिलावधिकत्वविषयः नास्ति अत्रापि इति वा? एकनिमिष एकनिमिष भवती तत्र शीघ्रतया गच्छति, सोपानेन गच्छामः. समीचीनं समीचीनमेव, हा हा, तथैव अस्ति. हा, अतः तत्र एकाकी परमाणु आसीत् चेत् प्रायशः तत्र निखिलावधिकत्वं भवति, किन्तु एकाकी परमाणुः लभ्यते वा? तत्र न लभ्यते. परमाणु सर्वदा तत्र अवयवरूपेण एव आगच्छति, न्यूनातिन्यूनं द्वयणुकस्य अवयवरूपेण एव तत्र परमाणुः लोके अस्ति, वर्तते. इत्युक्ते तत्र आश्रयं विना परमाणु न तिष्ठति. आश्रय न न महोदय, तत्र परमाणु एव आश्रयः. नाम तत्र न्यायशास्त्रे भवान् स्मरति खलु, नाम तत्र अवयवी अवयवी इति तत्र आदेयः, अवयवाः एव तत्र आश्रयः खलु. नाम तत्र पटः अस्ति, अपि तन्तवः सन्ति, पटस्य अवयवाः तन्तवः, तत्र तन्तुभिः पटः भवितुम् अर्हति वा? न. हा, अतः किन्तु तन्तुः भवितुम् अर्हति. अतः तत्र आश्रयः तन्तवः, पटः आदेयः. यतोहि तत्र आदेयः आश्रयः, नाम तत्र अधिकरणम् अपि आदेयः भावः, कथं निर्णेतुं शक्नुमः? तत्र एकः अन्यं विहाय भवितुम् अर्हति चेत् सः आश्रयः अधिकरणं, किन्तु तत्र यः नाम तत्र घटः अपि तत्र घटस्य परिमाणं खलु, तत्र घटः एव आश्रयः, परिमाणं तत्र घटस्य तत्र परिमाणमेव आदेयः, यतोहि घटं विहाय घटपरिमाणम् इति न भवति खलु, न भवति. अतः तत्र तन्तवः तन्तुभिः तत्र पटः न भवति एव इति कृत्वा तन्तव एव तत्र आश्रयः अधिकरणं, पटः तत्र आदेयः, तथैव तत्र परमाणवः तत्र आश्रयः, तत्र अन्तिम आश्रयः, तत्र सर्वे पदार्थाः तेषाम् अवयवपरमाणुषु तिष्ठन्ति, नाम तत्र संवादसम्बन्धेन इति. अतः अपि यः कोऽपि परमाणु लोके अस्ति सः परमाणुः तत्र कस्यापि पदार्थस्य अवयवरूपेण एव अस्ति, न्यूनातिन्यूनं द्वयणुकस्य अवयवरूपेण अस्ति इति. अतः इदानीं किं सिद्धम् इत्युक्ते यथा वदतु महोदय. तदेव आश्रय विना परमाणु न भवति, तत्र द्वयणुकस्य आश्रय एव परमाणु भवति. ओ ओ तादृशं भवान् उक्तं, आमामां तादृश सर्वथा. अस्तु अस्तु, समीचीनं महोदय. अन्यस्य आश्रयरूपेण एव परमाणु भवति इति अस्ति, सत्यं महोदय, सत्यं सत्यं. तदेव समीचीनं समीचीनम्. अतः तत्र यः कोऽपि परमाणुः अस्ति लोके सः परमाणुः द्वायणुकस्य आश्रयरूपेण अस्ति इति चिन्तयतु. इदानीं किं भवति, यस्मिन् देशे एषः परमाणुः अस्ति तस्मिन् देशे द्वायणुकमपि अस्ति. इदानीम् अस्मिन् परमाणौ पृथक्त्वम् अस्ति, अपि पृथक्त्वस्य अवधिसमुदायः अस्ति, इदानीं प्रश्नः, अस्मिन् अवधिसमुदाये परमाणुः नास्ति किन्तु पुस्तकम् अस्ति, वृक्षः अस्ति, अनेके अवधयः तत्र सन्ति, किन्तु अन्य कोऽपि नास्ति तस्मिन् समुदाये, सः कः? स्वयं परमाणु नास्ति. स्वयं परमाणु नास्ति अपि नास्ति. समीचीनं, किन्तु केवलं परमाणु नास्ति चेत् निखिलावधिकत्वं स्यात्, किन्तु निखिलावधिकत्वं तत्र नास्ति, किमर्थम्? तत्र कपालस्य द्वयणुकमपि भवति तत्र, द्वयणुकमपि तत्र अवधिसमुदाये नास्ति, यथा कपाले विद्यमानपृथक्त्वस्य अवधिसमुदाये कपालः इत्यादयः अपि नास्ति, न सन्ति, घटः अपि तत्र नास्ति. घटः कपालः तयोः मध्ये यः सम्बन्धः, तादृशः सम्बन्धः द्वयणुकम् अपि परमाणु तयोः मध्ये, तर्हि अस्मिन् अवधिसमुदाये परमाणुः अपि नास्ति, द्वयणुकमपि नास्ति, अतः निखिलावधिकत्वं न स्यात् इति आगच्छति. किन्तु अग्रे पश्यामः, किन्तु तत्र एकाकी इति विषयः किमर्थम् आगतम् इति तस्य विवरणं तावदेव. समीचीनं वा, तत्र अवगतं वा? अवगतम् आम् महोदय. नाम यथा तत्र कपालनिष्ठपृथक्त्वस्य अवधिसमुदाये घटः अपि नास्ति, तथैव परमाणुनिष्ठपृथक्त्वस्य अवधिसमुदाये परमाणु अपि नास्ति, परमाणु घटित अवयवी द्वयणुकं यः अस्ति, द्वयणुकं यदस्ति तद्वयणुकमपि अवधिसमुदाये नास्ति, अतः अवधिसमुदाये स्वं विहाय सर्वे पदार्थाः सन्ति इति न वक्तुं शक्नुमः. अतः तत्र निखिलावधिकत्वं परमाणु विद्यमानपृथक्त्वस्य अपि निखिलावधिकत्वम् अस्ति इति न वक्तुं शक्नुमः इति विचारः. अस्तु, तर्हि तत्र समयोपि जातः, किन्तु बहु किमपि अद्य अवगतवन्तः. समीचीनमस्ति, अग्रे हा एकः केवल अन्तिमः, तत्र घटितः अस्ति वा घटितः अस्ति, तद् घटितः वा तद् घटितः, तद् घटितः, घटितः नाम तत्र हा घटितः नाम तत्र घटः, तत्र घटितः नाम भागः इति. तत्र ठ स्थाने ट भवेत् एवं खलु? ओ इति तदेव सत्यं सत्यम् आमामामां भगिनि आमामां सत्यं सत्यं सत्यं हा हा हा तत्र अल्पप्राणः इति खलु? सत्यं भगिनि हा हा सत्यं हा घटितः घटितः सत्यं अतः एव भवती पृष्टवती. अस्तु, आं तत्र घट घटसङ्घाते इति खलु, घटसङ्घाते धातु इस् टु गेदर् इति तत् सत्यं सत्यं हा हा हा सत्यं भगिनि हा अतः तत्र घटितः इति हा इति एव भवेत् सत्यं भगिनि हा घटितः हा तद् घटितः हा उत्तमम् अहं तत्र तस्य परिशीलनम् एव न कृतवान् तद् घटितः आमां घटितः इति चिन्तितवान् सत्यं हा उत्तमं भगिनि धन्यवादः धन्यवादः मुद्रणदोषः अस्तु हा अस्तु तर्हि समीचीनं धन्यवादः नमस्कारः अग्रिमे वर्गे मिलामः तर्हि नमस्कारः नमस्कारः.